गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः निधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः न्यायवर्गे सर्वेषां सुस्वागतम्। हनुमानपरिच्छेदः आरब्धः, तत्र व्याप्तिः इति पदेन पञ्चपदार्थाः ज्ञायन्ते, अपि च परामर्शः इति पदेन सप्तपदार्थाः ज्ञायन्ते। उभयमपि ज्ञानम्, परामर्शः इति ज्ञानं व्याप्तिज्ञानेन अपि च पक्षधर्मताज्ञानेन जायते इत्यपि अस्माभिः अधीतम्। तर्हि सप्तपदार्थाः सन्ति परामर्श, सप्तविषयाः सन्ति परामर्शे। तत्र एकः मुख्यः मुख्यविशेष्यः भवति, एकः मुख्यप्रकारः भवति, अन्ये सर्वे अत्र विशेष्यः अपि भवति, प्रकारः अपि भवति। तर्हि विशेष्यता अपि तेषु सन्ति, प्रकारता अपि तेषु सन्ति इति अधीतम्। तदनन्तरम् अत्र यः मुख्यप्रकारः अस्ति तत्र केवलं प्रकारता एव अस्ति इति कृत्वा तस्मिन् विद्यमानधर्मः अपि अवच्छेदकः भवितुम् अर्हति इति अपि अस्माभिः अधीतम्। किन्तु यः विशेष्यः अपि च प्रकारः अस्ति तस्मिन् विद्यमानधर्मम् अपि, इत्युक्ते विशेष्यता तत्र धर्मः उभयमपि प्रकारतायाः अवच्छेदकौ भवतः, विपरीतरीत्यापि प्रकारता धर्मः अपि विशेष्यतायाः अवच्छेदकौ भवतः इति अधीतम्। तदनन्तरं तत्र मूल ग्रन्थे व्याप्तिविशिष्टपक्षधर्मताज्ञानं परामर्शः, यथा वह्निव्याप्यधूमवान् पर्वतः इति ज्ञानं परामर्शः, तज्जन्यं वन्यमान् पर्वतः इति ज्ञानम् अनुमितिः। तत्र 190th पेज्, तत्र सम्बन्धस्य प्रकारता अवच्छेदकत्वम्, तत्र प्रथमपङ्क्तिः अस्माभिः पठितं, किन्तु पुनः एकवारं झटिति पठेम। अस्तु, वर्षा भगिनी आरब्धं करोति वा? तत्र एकः पदार्थः इति आरभ्य। तत्र एकः पदार्थः यदा अपरपदार्थे विशेषणीभूय ज्ञाने विषयी भवति तदा तयोः सम्बन्धः अपि नियमेन ज्ञानेन प्रकाश्यते। यदि एकः पदार्थः इदानीं यदि वयम् अनुमितिज्ञानम् इति वदामः चेत् तर्हि अत्र सप्तपदार्थाः फलिताः, अत्र अनुमितिज्ञाने नास्ति। कस्मिन् ज्ञाने सप्तपदार्थाः सन्ति? परामर्शज्ञाने, सारि, परामर्शज्ञाने सप्तपदार्थाः सन्ति। यदि एकः पदार्थः द्वितीयपदार्थस्य विशेषणं भवति तर्हि ज्ञाने तत्र विशेषणं च विशेष्यं केवलं न प्रकाशते, परन्तु तयोः मध्ये यः सम्बन्धः अस्ति तदपि प्रकाशते। तत्र सम्बन्धे या ज्ञानीया विषयता सा एव संसर्गता इति चिन्तितमेव अस्माभिः तत्र तत्र तत्पूर्वमपि दृष्टं ज्ञाने एक ज्ञानस्य विशेष्यः अस्ति, प्रकारता अस्ति, अपि च द्वयोः मध्ये संसर्गता, एतानि त्रीणि अपि एतानि वाक्यं समीचीनतया वदतु, किं कस्मिन् इति समीचीनतया वदतु। ज्ञानस्य त्रयः विषयः सन्ति। उत्तमं, ज्ञानस्य त्रयः विषयाः, सर्वेषां ज्ञानानां त्रयः विषयाः भवन्ति, ते के? अविशेष्यः, प्रकारः द्वयोः मध्ये सम्बन्धः संसर्गः इति उत्तमं। तर्हि इतोपि वदतु, ज्ञानं तेषु विशेषेषु वर्तते महोदय? ज्ञानं केन सम्बन्धेन तेषु विषयेषु वर्तते? आं महोदय, अत्र तु संसर्गता सम्बन्धेन संसर्गे वर्तते, प्रकारता सम्बन्धेन प्रकारे वर्तते, विशेषता सम्बन्धेन विशेष्ये वर्तते। अस्तु, तदेव अत्र उक्तं, तत्र सम्बन्धे, सम्बन्धे इत्युक्ते संसर्गे या ज्ञानीया विषयता सैव संसर्गता इति चिन्तितमेव अस्माभिः तत्र तत्र। अस्तु अग्रे। तथा च परामर्शे मुख्यप्रकारः वह्निः अभावे प्रतियोगितासम्बन्धेन भासते। साध्य अभावः वह्नि अभावः, तत्प्रथमं वक्तव्यं वा महोदय किम् इति? परामर्शे मुख्यप्रकारः कः? मुख्यप्रकारः अस्ति वह्निः। वह्नि अभावः प्रतियोगितासम्बन्धेन न वह्नि अभावः नास्ति, अत्र वाक्यं पश्यतु, वह्निः अभावे। वह्निः एव मुख्यप्रकारः अस्ति, सः अभावे प्रतियोगितासम्बन्धेन वर्तते। वह्नि अभावः प्रतियोगितासम्बन्धेन इति नास्ति, वह्नि अभावे प्रतियोगितासम्बन्धेन वर्तते। अभावः इति अधिकरणमस्ति। अस्तु भवतु, किन्तु न त्यजतु, अत्र प्रयत्नं करोतु, अहं परिष्करोमि। प्रतियोगितासम्बन्धेन अत्र वह्निः अभावे भवति। तदनन्तरं साध्य अभावः इत्युक्ते वह्नि अभावः अधिकरणे वर्तते स्वरूपसम्बन्धेन इति कृतमस्ति। अत्र अधिकरणम् इति किम्? अत्र उदाहरणे भवतु, यत्किमपि भवतु, हृदे यत्र वह्नि अभावः अस्ति तत्र सत्यम्। तदनन्तरं वह्नि अभाव अधिकरणं वृत्तित्वे भवति निरूपितत्वसम्बन्धेन, तत् पूर्वकक्षायामपि भवान् उक्तं, भवता उक्तं वृत्तित्वं धूमे अस्ति, तत् वृत्तिः आधे अस्ति किल, अत्र कुत्र वृत्तित्वं वर्तते इत्युक्ते अधिकरणे अस्ति निरूपितरूपकभावः भवति परस्परम्। एकनिमिषं, वृत्तित्वं कुत्र अस्ति? वृत्तित्वं धूमे अस्ति, अधिकरणे नास्ति। अधिकरणे मध्ये सम्बन्धः निरूपनिरूपकसम्बन्धः तयोः मध्ये वृत्तित्वं च अधिकरणम्। उत्तमं, वृत्तित्वम् अपि च अधिकरणम् अनयोः मध्ये निरूप्यनिरूपकसम्बन्धः अस्ति इत्युक्ते अत्र धूमे वृत्तित्वम् अस्ति, नो चेत् वृत्तित्वं नास्ति इति वदामश्चेत् कस्य अपेक्षया इति प्रश्नः भवति खलु, तदेव तत्र निरूप्यनिरूपकभावः, तत्र साकाङ्क्षापदार्थः अस्ति इति कृत्वा वृत्तित्वम्। अस्तु, वह्नि अभावः अधिकरणं, वह्नि अभाव अधिकरणं वृत्तित्वे निरूपितत्वसम्बन्धेन वर्तते। अस्तु अग्रे। वह्नि अभावाधिकरणवृत्तित्वम् अभावे प्रतियोगितासम्बन्धेन वर्तते। सत्यम्, अग्रे। वह्नि अभाव अधिकरणवृत्तित्व अभावः कुत्र अस्ति इत्युक्ते धूमे अस्ति, धूमे स्वरूपसम्बन्धेन वर्तते। उत्तमम्, अग्रे। एवं वह्नि अभाव अधिकरणनिरूपितवृत्तित्व अभाववत् धूमः पर्वते संयोगेन प्रकारी भवति इति, वह्नि अभावाधिकरणवृत्तित्व अभावरूपा या व्याप्तिः तन्निष्ठविषयतानिरूपकत्वम् इव धूमपर्वतसंयोगादि निष्ठसांसर्गिकविषयतानिरूपकत्वम् अपि तादृशपरामर्शस्य अक्षतमेव। अत्र अस्ति वह्नि अभावाधिकरणे निरूपितवृत्तित्व अभाववत् धूमः इति धूमस्य लक्षणं तत् पर्वते संयोगेन वर्तते पर्वते संयोगेन वर्तते तत् धूमः एव प्रकारं भवति प्रकारः भवति ज्ञानस्य प्रकारः भवति वह्नि अभाव अधिकरणवृत्तित्व अभावरूपा या व्याप्तिः अस्ति तत् व्याप्ति निष्ठविषयतानिरूपकत्वम् इव तदेव न बुद्धं महोदय व्याप्तिः तन्निष्ठविषयतानिरूपकत्वम् इव इत्युक्ते किम् वह्नि अभाव अधिकरणवृत्तित्व अभावरूपा व्याप्तिः तत्र पञ्चपदार्थाः उक्ताः खलु वह्निः अभावः अधिकरणवृत्तित्व अभावः इति पञ्चपदार्थाः उक्ताः व्याप्तिः अस्तु तर्हि तत् व्याप्तिनिष्ठविषयता निरूपकत्वम् इव व्याप्तिनिष्ठ तन् इत्यनेन व्याप्तिः तन्निष्ठविषयतानिरूपकत्व निरूपकत्वम् इव धूमपर्वतसंयोगादिनिष्ठ धूमपर्वतयोः मध्ये यः संयोगः अस्ति धूमपर्वतसंयोगादिनिष्ठ संसर्गिकविषयतानिरूपकत्वम् अपि तादृशपरामर्शस्य अक्षतम् एव इत्युक्ते परामर्शज्ञाने सप्तपदार्थाः ज्ञायन्ते इति अस्माभिः अधीतं खलु तत्र पदार्थयोः मध्ये सप्तपदार्थेषु षड् सम्बन्धाः भवन्ति खलु प्रतियोगितासम्बन्धः स्वरूपसम्बन्धः पुनः निरूपितत्वसम्बन्धः प्रतियोगितासम्बन्धः स्वरूपसम्बन्धः संयोगसम्बन्धः इति षट् सम्बन्धाः ये वर्तन्ते ते सम्बन्धाः अपि तान् सम्बन्धान् अपि व्याप्ति अत्र परामर्शज्ञाने भासते ते अपि विषयाः एव इति अत्र उक्तम् तावदेव व्याप्तिः निरूपकत्वम् इत्युक्ते किम् व्याप्त्या निरूपितं भवति खलु ओहोहो ओके हा व्याप्त्या निरूपितं भवति खलु धूमः एवं तादृशधूमः संयोगसम्बन्धेन पर्वते वर्तते इति कृत्वा पर्वतम् अपि निरूप्यं भवति संयोगसम्बन्धेन अस्तु अत्र आशयः एवमस्ति इत्युक्ते अत्र सप्तपदार्थाः उक्ताः सप्तविषयाः बोध्यन्ते इति उक्तम् तर्हि केवलं सप्तपदार्थाः एव बोध्यन्ते इति नास्ति तेषु मध्ये यः सम्बन्धः अस्ति ये सम्बन्धाः सन्ति ते सम्बन्धाः अपि बोध्यन्ते परामर्शज्ञानेन इति अवगन्तव्यं तदेव आशयः अस्ति तर्हि बोध्यन्ते इति कृत्वा तत्र अवच्छेदकमपि भवन्ति अग्रे आयाति तत् अस्तु मेहुल् महोदय अग्रे पठितुं शक्यते धन्यवादः भगिनि आं महोदय श्रूयते खलु अस्तु एतादृशविस्तरस्तु वह्नित्वादिधर्मवत् संसर्गस्यापि प्रकारतावच्छेदकत्वबोधनाय कृतः पूर्वं प्रकारतादीनां निरूपणे समानाधिकरणं करणधर्माणां वह्नित्वाभावत्वादीनाम् इव समानाधिकरणविषयतानाम् अपि विशेष्यत्वप्रकारत्वरूपाणाम् अवच्छेदकत्वं विशेष्यता अवच्छिन्ना अभावत्व अवच्छिन्ना अभावनिष्ठप्रकारता इत्येवं रीत्या अभीतम् अस्तु अस्तु अत्र एतादृशविस्तरस्तु अस्तु अत्र सम्बन्धस्य प्रकारतावच्छेदकत्वं यत् वयं पठितवन्तः तत्तेन अत्र किं भवति इत्युक्ते वह्नित्वादिधर्मवत् संसर्गस्यापि तथैव अत्र वह्नित्वादि ये धर्माः सन्ति तत्रापि संसर्गस्यापि प्रकारतावच्छेदकत्वबोधनाय कृतः अस्तु प्रकारत अवच्छेदकत्वम् अपि भवन्ति तत्र धर्माः ये सन्ति संसर्ग संसर्ग इत्यादि अस्ति चेत् संसर्गः यः यस्मिन् अस्ति तस्मिन् विषय संसर्गता अस्ति तस्यापि प्रकारत अवच्छेदकत्वबोधनाय एतादृशविवरणं कर्तुं शक्नुमः यथा वयं अत्र प्रकारत सम्बन्धे विविधसम्बन्धाः यत् वयं दृष्टवन्तः तथैव तदेव अग्रे अग्रे कृतः इति अहं मन्ये. अस्तु, अत्र समीचीनम्. अत्र अवगमनार्थं पूर्वस्मिन् पुटे 188 पेज् मध्ये चित्रमस्ति खलु, तत् सर्वे पश्यन्तु. तत्र अभावः प्रथमचित्रे अभावः इति अस्ति. तर्हि अभावे प्रकारता अस्ति, सा प्रकारता विशेष्यता अवच्छिन्ना भवति, अपि च अभावत्व अवच्छिन्ना भवति. तदुक्तं खलु. तर्हि इदानीम् अत्र इतोपि एकः अवच्छिन्नः अवच्छेदकः भवितुमर्हति इत्युक्तम्. अभावे अत्र पश्यतु, वह्निः अभावे प्रतियोगितासम्बन्धेन वर्तते इति पठितं खलु वर्षा भगिन्या. तर्हि तत्र प्रतियोगितासम्बन्धः अभावे अस्ति, सः प्रतियोगितासम्बन्धः अपि प्रकारतायाः अवच्छेदकः भवति इति उक्तं. तर्हि तत्र लिखतु, लिखन्ति चेत् इदानीं मास्तु, किन्तु अनन्तरं तस्मिन्नेव चित्रे यस्मिन् स्तरे विशेष्यता अस्ति, अभावत्वमस्ति, तत्रैव प्रतियोगिता इति लिखतु. तर्हि तत्र प्रतियोगिता अपि प्रकारतायाः अवच्छेदकः भवति इति आशयः. तावदेव. अस्तु, अग्रे पठतु महोदय. पूर्वं प्रकारतादीनां निरूपणे समानाधिकरणधर्माणां वन्नित्व अभावत्वादीनाम् इव समानाधिकरणविषयतानाम् अपि विशेष्यत्वप्रकारत्वरूपाणाम् अवच्छेदकत्वं विशेष्यतावच्छिन्न अभावत्व अवच्छिन्न अभावनिष्ठप्रकारता इत्येव रीत्या इत्येवं रीत्या अभिहितम्. इदानीं यद् चित्रम् अस्माभिः दृष्टं तत्रैव एतादृशं लिखितमस्ति खलु, अभावे विद्यमानप्रकारता अभावत्वेन विशेष्यताया विशेष्यत्वेनापि विशेष्यतायाः अपि अवच्छिन्ना भवति. विशेष्यता अवच्छिन्न अभावत्वावच्छिन्न अभावनिष्ठप्रकारता इति तावत् अधिगतं तत्र चित्रे. अग्रे. हा, तत् चित्रम् अत्र भवति चेत् सम्यक् रीत्या अवगमनं भवति. चित्रं पूर्वे अस्ति, अत्र एव तत्र विवरणं. सम्प्रति प्रकारस्य येन सम्बन्धेन भानं सः सम्बन्धोऽपि प्रकारतावच्छेदको भवति इत्युक्तत्वात् विषयतानिरूपणे पूर्वोक्तसम्बन्धानां तत्र तत्र निवेशः कार्यः. अस्तु, एवम् अभावत्वावच्छिन्ने इति उक्तत्वात् सम्प्रति अभावनिष्ठे निष्ठ इत्यादि न वक्तव्यम्. अस्तु, तथा च वन्नित्वावच्छिन्न तद्बुद्धं वा, एवम् अभावत्वावच्छिन्न इति उक्तत्वात् तस्य आशयः कः, तत्र आशयः कः? अभावत्व अवच्छिन्न इति उक्तत्वात् सम्प्रति अभावनिष्ठ इत्यादि न वक्तव्यम्. अस्तु, तर्हि तत्र अत्र विशेष्यतावच्छिन्न पुनः अभावत्व अवच्छिन्न इति उक्तं, तर्हि तत्र अभावनिष्ठप्रकारता इति न वक्तव्यम् इति. उत्तमं, किमर्थम् इत्युक्ते अभावत्वं केवलम् अभावे एव भवति खलु. तत्र अभावत् उक्तम् अतः विशेष्यता अवच्छिन्न अभावत्वावच्छिन्न प्रकारता इति तावद् वदामश्चेत् सा प्रकारता अभावे एव निष्ठा अस्ति इति अवगन्तुं शक्नुमः. न वक्तव्यम् अन्यत् न भवति एव अतः. अस्तु, तर्हि इदानीं दीर्घवाक्यं भवति, अग्रे पठतु. तथा च अस्तु महोदय, तत् न बुद्धं महोदय, तत् किमर्थं न वक्तव्यम् इति न बुद्धम्. अस्तु, अत्र अभावे अभावत्वं कुत्र भवति? अभावे अभावे भवति, अभावे एव भवति खलु, अभावत्वम् अभावं विना अन्यत्र यत्र कुत्रापि भवति वा न भवति इति कृत्वा वाक्यं वाक्यं यदि विशेष्यता अवच्छिन्न अभावत्व अवच्छिन्न प्रकारता इति अहं वदामि तर्हि अत्र अभावत्वम् इति उक्तसामर्थ्यात् अभावनिष्ठप्रकारता इति न वक्तव्यम्। लाघवार्थम्, हा लाघवार्थं, तस् इट् एड्स् नो वेल्यू, देट् इस् वाट् एक्साक्ट्लि, तावदेव उक्तं, तावदेव उक्तं, तथा च वन्नित्वावच्छिन्न प्रतियोगिता सम्बन्धावच्छिन्न प्रकारता निरूपित विशेष्यतावच्छिन्न अभावत्वावच्छिन्न स्वरूपसम्बन्धावच्छिन्न प्रकारता निरूपित इत्यादि रीत्या पर्वत्वावच्छिन्न विशेष्यतानिरूपकं ज्ञानं परामर्शः इति फलितम्। अस्तु, भवान् किं करोतु महोदय, इदानीं अत्र 186 पेज् मध्ये परामर्शस्य चित्रमस्ति खलु, तद्दृष्ट्वा वदति वा, सम्पूर्णवाक्यं प्रयत्नं करोतु। अस्तु, एकनिमिषः, अहं हा तद् लिखितवान् अत्र विशिष्यवाक्यं प्रति गच्छामि। अस्तु, वन्नित्वावच्छिन्न, प्रथममस्ति वन्नित्वावच्छिन्न प्रकारता, तर्हि उपरि सर्वस्य उपरि चित्रमध्ये वन्नेः प्रकारता अस्ति, किं वदामि, वह्निः अस्ति, सप्तमी, सत्यं, वह्नौ प्रकारता अस्ति, वह्नौ प्रकारता अस्ति, तत् अवच्छिन्न, अन्यत् किमपि अस्ति, वन्नित्वमस्ति, अपि च अत्र संसर्गः अपि वदतु, वह्निः केन सम्बन्धेन अभावे अस्ति? स्वरूपसम्बन्धेन, न न, वह्निः केन सम्बन्धे अभावे अस्ति? वह्निः प्रकारतासम्बन्धेन, न न, प्रतियोगितासम्बन्धेन अभावे, हा उत्तमं, वह्नि वह्नौ वह्नित्वम् अस्ति अपि च प्रतियोगिता अपि अस्ति खलु, आमां सत्यं सम्बन्धः, तर्हि इदानीं वदतु, हा अधुना अतः एव तत्र प्रकारता यः वह्नौ अस्ति सा प्रकारता वह्नित्वावच्छिन्ना भवति अपि च प्रतियोगितासम्बन्धावच्छिन्ना अपि भवति, सा प्रकारता तदेव लिखितमत्र, वह्नित्वावच्छिन्न प्रतियोगितासम्बन्ध अवच्छिन्न प्रकारता निरूपित, हा सा प्रकारता निरूपित विशेष्यता, हा विशेष्यता विशेष्यता यां विशेष्य अस्ति अतः विशेष्यत्वं, विशेष्यत्वं न अत्र इदानीं विशेष्यत्वम् इति न वक्तव्यम्, अत्र तयोः मध्ये निरूपिनिरूपभावः अस्ति, प्रकारता विशेष्यता अनयोः मध्ये निरूपिनिरूपभावः अस्ति खलु, तर्हि इदानीं कियत् उक्तं, वन्धित्वावच्छिन्न प्रतियोगितसम्बन्ध अवच्छिन्न प्रकारता निरूपितविशेष्यता तावदागतं खलु, पुनः तत्र अभावे विद्यमानप्रकारता प्रति गच्छव्यं, तर्हि अत्र विशेष्यता अवच्छिन्न इति आरब्धं करोतु, सत्यं सत्यं, विशेष्यता अवच्छिन्न पुनः अभावे अभावत्वम् अस्ति अतः अभावत्व अवच्छिन्न स्वरूपसम्बन्ध अवच्छिन्न प्रकारता इति उत्तमं, तावदेव, तावदेव इत्युक्ते मुख्यप्रकारे अवच्छेदकद्वयं भवति, एकं तु वह्नित्वम् अन्यत्तु प्रतियोगिता, अभावः मुख्यप्रकारः नास्ति, उभयमपि अस्ति इति कृत्वा तत्र त्रयः अवच्छेदकाः भवन्ति, एकं तु विशेष्यता, द्वितीयं तु अभावत्वं, तृतीयं तु स्वरूपसम्बन्धः। तर्हि इदानीम् आरम्भतः वाक्यं वदतु, वन्नित्वावच्छिन्न प्रतियोगितासम्बन्धावच्छिन्न प्रकारता निरूपित विशेष्यतावच्छिन्न अभावत्ववच्छिन्न स्वरूपसम्बन्धावच्छिन्न प्रकारता, प्रकारता निरूपित, पुनः प्रकारता निरूपित पुनः विशेष्यतावच्छिन्न अधिकरणत्वावच्छिन्न अस्तु अधिकरणप्रकारतायोः मध्ये कः सम्बन्धः अभाव अधिकरणयोः मध्ये कः सम्बन्धः अभाव हा क्षतं क्षमते अभाव अधिकरणयोः मध्ये कः सम्बन्धः अधिकरण स्वरूपसम्बन्ध अभाव तु स्वरूपसम्बन्धे एव अस्ति हा तर्हि स्वरूपसम्बन्धावच्छिन्न प्रकारता इति आगच्छति निरूपितं सत्यं विशेषतावच्छिन्न अभावत्व अवच्छिन्न स्वरूपसम्बन्धावच्छिन्न प्रकारता निरूपित अग्रे अस्तु अग्रे पुनः विशेष्यता अवच्छिन्न वृत्तित्व अवच्छिन्न सम्बन्धः कः तत्र निरूपितत्वसम्बन्धः ओ हा क्षम्यतां निरूपितत्व अवच्छिन्न प्रकारता निरूपितत्वसम्बन्ध अवच्छिन्न प्रकारता निरूपित विशेष्यतावच्छिन्न अभावत्व अवच्छिन्न स्वरूपसम्बन्धावच्छिन्न न प्रतियोगितासम्बन्धावच्छिन्न प्रकारता निरूपित इति भवति पुनः विशेष्यत्वावच्छिन्न विशेष्यतावच्छिन्न धूमत्ववच्छिन्न अभावः धूमे स्वरूपसम्बन्धः खलु क्षम्यता पुनः स्वरूपसम्बन्धावच्छिन्न प्रकारता निरूपित विशेष्यता पर्वतनिष्ठविशेष्यता इति विशेष्यतावच्छिन्न पर्वतत्ववच्छिन्न आश्रयः पर्वतः नो चेत् विशेष्यता इति पर्वतनिष्ठविशेष्यता इति वक्तुं शक्यते उत्तमं तर्हि अत्र एतादृशरीत्या वाक्यं किन्तु अत्र केवलम् अभ्यासार्थं दत्तं प्रयोजनम् अवच्छेदकं कदा वक्तव्यम् इति चेत् यत्र प्रयोजनमस्ति यत्र व्यावर्तनीयमस्ति तत्रैव अवच्छेदकत्वं वक्तव्यम् अत्र व्यावर्तनम् इत्युक्ते किं व्यावर्तनम् इत्युक्ते भेदः करणीयं चेत् ओ अस्तु अत्र अस्मिन् पुटे अस्ति इदानीं मास्तु किन्तु अत्र पञ्चचत्वारिंशत्तमपुटे सम्बन्धस्य अवच्छेदकत्वव्यवस्थापनम् इति पाठः अस्ति तत्र घटः ज्ञाने विशेष्यतासम्बन्धेन वर्तते काले स्वरूपसम्बन्धेन वर्तते स्वस्मिन् तादात्म्यसम्बन्धेन वर्तते कपाले समवायसम्बन्धेन वर्तते भूतले संयोगसम्बन्धेन वर्तते खलु स एव घटः पञ्चसु अधिकरणेषु भिन्नभिन्नसम्बन्धेन वर्तते तर्हि तत्र अन्योन्य अभावः वक्तव्यं चेत् तत्र अवच्छेदकत्वं निश्चयेन वक्तव्यं भवति अन्योन्य अभावः वक्तव्यं चेत् तत्र इत्युक्ते घटः घटज्ञानं घटः ज्ञाने नास्ति घटः काले नास्ति इति अत्र अभावं वक्तव्यं चेत् अन्योन्याभावः नास्ति अत्यन्त अभावः अन्योन्य अभावः वक्तव्यं चेत् तयोः मध्ये अत्र भेदः साधनार्थम् अत्र अवच्छेदकत्वं वक्तव्यम् इति तत्रैव पाठमस्माभिः पठितम् तत्र व्यावर्तनार्थम् इत्युक्ते सर्वत्र अत्र घटः एव प्रतियोगिता अस्ति खलु सर्वत्र अभावस्य तर्हि अत्र ज्ञाने घटः नास्ति चेत् तत्र प्रतियोगिता घटः महाकाले घटः नास्ति चेत् तत्रापि प्रतियोगिता घटः. तर्हि ज्ञाने यद् अभावः अत्र प्रतियोगिता अस्ति, अपि च कालनिष्ठप्रतियोगिता यदस्ति, उभयोः मध्ये भेदः साधनार्थम् अत्र सम्बन्धस्य अवच्छेदकत्वम् आवश्यकमस्ति इति अस्माभिः पठितम्. तर्हि अत्र केवलम् अभ्यासार्थम् एतादृशं कर्तुं शक्यते इति उक्तं, किन्तु सर्वत्र एतादृशं वक्तव्यम् इति नास्ति. यत्र यत्र आवश्यकमस्ति तत्र वक्तव्यं भवति. अग्रे अत्र सन्दर्भाः लभ्यन्ते, अवसरः लभ्यते एतादृशं कर्तुम्. अस्तु, समापयतु महोदय अत्र. अस्तु, तथा च एतादृशज्ञाने व्याप्तेः पक्षसम्बन्धस्य च विषयत्वात् सङ्ग्रहोक्तं लक्षणं सङ्गच्छते एव. अस्तु, तर्हि परामर्शज्ञाने व्याप्तिसम्बन्धः अपि च पक्षसम्बन्धस्य विषयत्वम् अस्ति भवति, अतः एव परामर्शज्ञानस्य लक्षणम् अत्र सङ्गच्छति. तस्य कृते स्पष्टता अपि च अवगमनं भवति परामर्शलक्षण परामर्शज्ञानस्य लक्षणं किम् इत्युक्ते इति. उत्तमम् इति अस्ति. अस्तु, धन्यवादः महोदय. अग्रे शिवराम महोदय, भवान् पठतु. अत्र वस्तुतः सामान्यविषयः एव अस्ति इति कृत्वा भवता वक्तुं शक्यते. आम्, यत्र यत्र धूमः तत्र अग्निः इति सहचर्यनियमः व्याप्तिः, व्याप्त्यस्य पर्वतादिवृत्तित्वं पक्षधर्मता. सम्प्रति परमार्षे विषयीभवन्तौ पदार्थौ व्याप्तिपक्षधर्मते मूलकारः निरूपयति यत्र यत्र धूमः इति. यत्र यत्र इति द्विरुक्त यत्र पदेन सर्वाणि धूमादिकरणानि लभ्यन्ते. तत्र अग्निः इति अन्येन तेषु सर्वेषु धूमादिकरणेषु अवश्यं वह्निः अस्ति इति ज्ञायते. किञ्चित् वदतु तावत्, तदनन्तरं भवानेव पठतु. विषयी भवन्तु व्याप्तिपक्ष यत्र यत्र इति द्विरुक्तपदेन, नाम द्विवारम् अत्र उक्तमस्ति यत्र यत्र, तर्हि धूमादिकरणानि लभ्यन्ते, नाम धूमस्य यत् अधिकरणानि सन्ति तेषां सर्वेषां समावेशः अत्र भवति. तस्य अर्थः धूमादिकरणानि. तत्र व्याकरणे यत्र एतादृशद्विरुक्तिः भवति तस्य व्याकरणे किं वदेम? पुनः पौनःपुण्यम् इति पद्धत्या न स्मारं स्मारम् इति पद्धति. वीप्सा इति. वीप्सा वीप्सा. अत्र अव्ययीभावसमासविधायकसूत्रे अस्माभिः एतत् पठितम्, अव्ययं विभक्ति समीप समृद्धि वृद्धि इति पठितं खलु. तत्र वीप्सा इति अस्माभिः पठितं वारं वारम् इति. एकवारं यदि यत्र धूमः तत्र वह्निः इति वदामश्चेत् एकस्मिन् सन्दर्भे व्यक्तिगतसन्दर्भे धूमः अस्ति तत्र वह्निः अपि अस्ति इति ज्ञातुं शक्नुमः. किन्तु यत्र यत्र इति द्विरुक्त्या किं साध्यते? यत्र यत्र धूमः अस्ति इत्युक्ते यत्र सर्वत्र धूमः, सर्वत्र यत्र यत्र धूमः अस्ति तत्र सर्वत्र वह्निः अपि अस्ति इति बोधः जायते. तदेव वीप्साः वीप्सायाः वैशिष्ट्यम्. हा, तेषु सर्वेषु धूमादिकरणेषु अवश्यं वह्निः अस्ति इति ज्ञायते द्विरुक्त्या. अस्तु, अग्रे. अत्र इत्थं चिन्तयामः, वह्निधूमयोः अधिकरणानि तावत् गणयामः. जगति चतुष्षष्टिसङ्ख्यकानि एव अधिकरणानि सन्ति इति भावयामः. न हि तेषु सर्वत्र अग्निः अस्ति, किन्तु चित्रे दर्शितरीत्या अष्टसु स्थलेषु वर्तते. धूमः कियत्सु स्थलेषु दृश्यते? वह्नेः यानि अष्टौ स्थलानि तेषु अपि पञ्चसु स्थलेषु वर्तते, न सर्वेषु. तेन इदं लभ्यते धूमस्य सर्वेषु अधिकरणेषु वह्निः वर्तते एवंविध यः वह्ने स्वभावः तत् व्यापकत्वम् इत्युच्यते धूमस्य यानि अधिकरणानि तत्र सर्वत्र वर्तमानत्वम् इति यावत् अतः तत्र इत्यनेन वह्नेः स्वभावः व्यापकरूपः निरूपिता भवति अत्र एकम् उदाहरणं स्वीकृतम् अस्ति चतुष्षष्टि सङ्ख्यकानि एव तत्र चतुष्कोणः तत्र स्वीकृतः उदाहरणरूपेण तथा जगति चतुष्षष्टिसङ्ख्यकानि एव अधिकरणानि सन्ति इति भावयामानाम् इति स्वीकृतमस्ति उदाहरणार्थं हा तत् केवलं स्वीकृतमस्ति तेषु केवल अष्टस्थलेषु एव अग्निः अस्ति इति अत्र विचारः कृतः अस्ति अष्टुस्तु स्थलेषु तत्र अग्निः अस्ति तेषु पुनः पञ्चसु स्थलेषु एव तत्र धूमः तत्र धूमः तत्र अस्ति एकं द्वे त्रीणि चत्वारि पञ्चसु स्थलेषु तेन तत्र अनुमानं किमस्ति धूमस्य सर्वेषु अधिकरणेषु वह्निः वर्तते नाम अधिकरणरूपेण सर्वत्र तत्र वह्निः अस्ति तर्हि एवंविध यः वह्ने स्वभावः तत् व्यापकत्वम् इति उच्यते तर्हि वह्ने स्वभावः कः तत्र व्यापकत्वम् इति वह्ने स्वभावः अस्ति व्यापकत्व हा व्यापकत्वं धूमस्य यानि अधिकरणानि तत् सर्वत्र अत्र तत्र इत्यनेन वह्ने स्वभावः व्यापकत्वरूपनिरूपिता भवति तर्हि वह्निः व्यापकः भवति तस्मिन् व्यापके व्यापकत्वम् अस्ति इत्युक्ते अत्र धूमः येषु स्थलेषु सन्ति तत्र वह्निः नास्ति इति नास्ति सर्वत्र वह्निः अस्ति यत्र यत्र धूमः अस्ति तत्र सर्वत्र वह्निः अस्ति किन्तु यत्र यत्र वह्निः अस्ति तत्र सर्वत्र धूमः इति नास्ति चित्रं पश्यामश्चेत् यत्र यत्र धूमः हा अपि च सर्वेषु स्थलेषु वह्निः अस्ति इति अपि नास्ति तत्र रिक्तस्थलानि सन्ति एव किन्तु यत्र यत्र धूमः अस्ति तत्र सर्वत्र वह्निः अस्ति इति कृत्वा वह्निः व्यापकः भवति धूमः व्याप्यः भवति अस्तु अग्रे महोदय भवानेव पठतु तादृशं व्यापकत्वं वह्नौ ज्ञायते चेत् धूमस्य व्याप्यत्वं पूर्वोक्तः व्याप्तिः ज्ञातुं शक्या कथं पूर्वोक्तेषु चतुष्षष्ट्याम् अधिकरणेषु वह्नि अभाववन्ति यानि षट्पञ्चाशत् अधिकरणानि तत्र सर्वत्र धूमो अपि नास्ति एवं च वह्नि अभाव अधिकरणेषु अवर्तनं तादृश अधिकरणनिरूपितवृत्तित्वाभाव अभावः धूमस्य स्वभावः अस्माभिः ज्ञातुं शक्यः तस्य एव स्वभावस्य व्याप्तिः इति व्याप्यत्वम् इति वा संज्ञा तादृशव्यापकत्ववन्नो ज्ञायते चेत् धूमस्य ज्ञातुं शक्यम् अत्र अष्टस्थलेषु एव तत्र वह्निः अस्ति अन्यस्थानेषु तत्र अग्निः नाम वह्निः तत्र नास्ति यदि वह्निः नास्ति चेत् तत्र धूमः अपि नास्ति सत्यं एवं च वह्नि अभाव अधिकरणेषु अवर्तनं तादृश अधिकरणनिरूपितवृत्तिस्वभाव धूमस्य स्वभावः अस्माभिः ज्ञातुं शक्यः तस्य एव विवरणमस्ति न एतत् यत्र अग्नि वह्नि नास्ति तत्र धूमस्य अपि अभावः तत्र दृश्यते व्याप्यत्वम् इति वा संज्ञा व्याप्तिः वा व्याप्यत्वम् इति संज्ञा अस्ति तस्य हा इत्युक्ते व्यापकत्वं वह्नौ व्यापकत्वं जानीमश्चेत् धूमे व्याप्तित्वं व्याप्यत्वं ज्ञायते. व्याप्यत्वं कुत्र अस्ति? धूमे अस्ति. तद् व्याप्यत्वमेव व्याप्तिः. साध्य अभाववत् अवृत्तित्वं धूमे भवेत् इति अस्माभिः अधीतं खलु. तदेव अत्र उक्तं व्याप्तिः साध्य अभावत् अवृत्तित्वम् इति एव व्याप्तेः निर्वचनं. तादृशव्याप्तिः कुत्र भवेत्? अवृत्तित्वं कुत्र भवेत्? धूमे भवेत्. अस्तु, तादृशव्याप्यत्वं धूमे अस्ति इति कथं जानीमः? यदा वह्नौ विद्यमानव्यापकत्वं जानीमः तदा धूमे विद्यमानव्याप्यत्वमपि ज्ञायते इति अत्र उक्तम्. अस्तु, अग्रे. निरूपितच हा निरूपितच अयम् अर्थः अस्माभिः प्राक् विशदतया एवञ्च यत्र यत्र धूमः तत्र अग्निः इति सङ्ग्रहवाक्यं वह्निस्वभावं साध्यस्वभावं व्यापकत्वरूपं ब्रूते. धूमस्य हेतोः स्वभावः व्याप्तिः तु विपरीत आलोचनेन लभ्यते. यत्र यत्र धूमः तत्र अग्निः इति सङ्ग्रहवाक्यं वह्निस्वभावः. केवलं निष्कर्षः अत्र दत्ता अस्ति न? तावदेव. इत्युक्ते अत्र प्रथमपङ्क्ति यद् भवता पठितं, यत्र यत्र धूमः तत्र अग्निः इति, आहत्य नियमः व्याप्तिः इति स्थूलाक्षरैः उक्तं खलु? आमां. तद् तद् मूलग्रन्थे उक्तं. मूलग्रन्थः इत्युक्ते तर्कसङ्ग्रहे उक्तम्. तर्हि अत्र आचार्यः वदति यदुक्तं तत्समीचीनमेव, साध्य अभावं व्यापकत्वरूपं ब्रूते. अपि च धूमस्य हेतोः स्वभावः व्याप्तिस्तु विपरीत आलोचनेन लभ्यते इत्युक्ते किम्? धूमस्य हेतो स्वभावः व्याप्ति तु विपरीत आलोचनेन, नाम धूमस्य स्वभावः वह्नेतः भिन्ना अस्ति इति तस्य अर्थः नाम वा? तस्य स्वभावस्य विवरणं किञ्चित् अन्यपद्धत्या लभ्यते. इत्युक्ते यत्र यत्र धूमः तत्र तत्र वह्निः इति वाक्येन वह्नः वह्नेः स्वभावः ज्ञातः. आम्. यत्र यत्र धूमः तत्र तत्र वह्निः इति वाक्येन वह्नेः स्वभावः ज्ञातः. कः स्वभावः? व्यापकत्वस्वभावः ज्ञातः. अत्र विपरीतं, यत्र यत्र वह्निः नास्ति तत्र तत्र धूमः नास्ति इति वाक्येन विपरीत आलोचनेन, तदेव विपरीत आलोचनम्. प्रथमं किमुक्तं? यत्र यत्र धूमः तत्र तत्र वह्निः इति वाक्येन वह्नेः स्वभावः ज्ञातः. विपरीत आलोचनेन, यत्र यत्र वह्निः नास्ति तत्र तत्र धूमः नास्ति इति वाक्येन धूमस्य स्वभावः ज्ञातः. कः स्वभावः? व्याप्यत्वस्वभावः ज्ञातः. यत्र यत्र वह्निः नास्ति तत्र तत्र धूमः नास्ति इति उक्तत्वात् इदानीं धूमः व्याप्यः इति ज्ञातः. धूमे व्याप्यत्वम् अस्ति, नो चेत् धूमे व्याप्तिः अस्ति इति ज्ञातः इति उक्तं. तावदेव. अस्तु, समीचीनं महोदय, धन्यवादः. अग्रे सतिभौम भगिनि. आं महोदय, इदानीं स्वयं धूमस्वभावमाह साहचर्यनियमः व्याप्तिः इति. कुत्र आह साहचर्यनियमः व्याप्तिः इति कुत्र उक्तम्? इदानीं यत्र यत्र धूमः पूर्वस्मिन् परिच्छेदे. हा, एकवारं पठतु तत्. यत्र यत्र धूमः तत्र तत्र अग्निः इति साहचर्यनियमः व्याप्तिः. व्याप्यस्य पर्वतः. अस्तु, तर्हि यत्र यत्र धूमः तत्र तत्र अग्निः इति वाक्येन अग्नेः स्वभावः उक्तः. किन्तु यद् मया उक्तं यत्र यत्र वह्नियभावः तत्र तत्र धूमाभावः इति मूलग्रन्थकारेण न उक्तं धूमस्य स्वभावं वर्णयितुम्। अत्र किम् उक्तं? साहचर्ये नियमः व्याप्तिः इति उक्तम्। अस्तु, तस्मिन् इदानीं स्वयं धूमस्वभावमाह साहचर्यनियमः व्याप्तिः इति। अस्तु, अग्रे पठतु। साहचर्यं समानाधिकरण्यं तस्य नियमः उपरित्यागः अपरित्यागः अपरित्यागः। अग्रे इतोपि एकवारम् एकवाक्यं पठित्वा वदतु। धूमः वह्नि समानाधिकरण्यं न परित्यजति इति तदर्थः। तावत् साहचर्यं समानाधिकरण्यं तस्य नियमः अपरित्यागः। कुत्र द्रष्टव्यम् इति वा महोदय? यत्र यत्र तत्र तत्र इति इत्यनेन मूलग्रन्थे साहचर्यनियमः व्याप्तिः इति उक्तं खलु? आम्। तत्र त्रय कति पदानि दृश्यन्ते साहचर्यनियमः व्याप्तिः इत्यत्र? यत्र यत्र न पदानि पदानि साहचर्यनियमः व्याप्तिः इत्यस्मिन् वाक्ये कति पदानि सन्ति? साहचर्यनियमः अपि च व्याप्तिः पदद्वयं वर्तते। वस्तुतः अत्र साहचर्यनियमः इति समस्तपदमस्ति खलु? तत्रापि पदद्वयमस्ति, साहचर्यनियमः व्याप्तिः इति आहत्य त्रीणि पदानि सन्ति। तर्हि तत्र साहचर्यम् इति पदेन किम् अवगन्तव्यम्? अधिकरणम् इति वा? अत्र पठतु साहचर्यम् इत्युक्ते साहचर्यं समानाधिकरण्यं तस्य नियमः। एकनिमिषं, साहचर्यम् इत्युक्ते समानाधिकरण्यम् इति अर्थः। तस्य नियमः, तस्य इत्युक्ते कस्य? समानाधिकरण्यस्य नियमः। अत्र नियमः इति पदमस्ति खलु? नियमः इति पदस्य अर्थः कः इति चेत् अपरित्यागः इति अर्थः। साहचर्यस्य, तर्हि साहचर्यनियमः इति समस्तपदस्य विग्रहवाक्यं वदतु इदानीं। साहचर्यस्य नियमः इति तावदेव उत्तमं, षष्ठीतत्पुरुष साहचर्यम् इत्युक्ते समानाधिकरण्यं तस्य नियमः। साहचर्यस्य नियमः इत्युक्ते नियमः इत्युक्ते अपरित्यागः इति अर्थः। अतः एव अत्र धूमः वह्नि समानाधिकरण्यं यदा कदापि न परित्यजति। यस्मिन् अधिकरणे वह्निः अस्ति तस्मिन् अधिकरणे निश्चयेन धूमः भवत्येव। न वस्तु इति विपरीतरीत्या वक्तव्यं, यस्मिन् अधिकरणे धूमः अस्ति तत्र नियमेन वह्नेः समानाधिकरण्यं भवत्येव इति। धूमः वह्नि समानाधिकरण्यं यदा कदापि न परित्यजति इति अर्थः। बुद्धं खलु? बुद्धं। अग्रे, यदि हि धूमः वह्नि अभाव अधिकरणः अभिभवेत् वह्नि समानाधिकरण्यं त्यजेत् द्वयमपि भवति वा? यदि हि धूमः वह्नि अभाव अधिकरणे अभिभवेत् वह्नि समानाधिकरण्यं त्यजेत् न एवंविध यदि हि धूमः वह्नि अभाव अधिकरणे अभिभवेत्, धूमः यदि यत्र वह्नि नास्ति तत्र धूमः भवति इति भवति चेत् वह्नि समानाधिकरण्यं वह्नि अधिकरणं त्यक्त्वा अभिभवति इति ज्ञातुं शक्यते। ज्ञातुं शक्यते इति नास्ति, अत्र केवलं सम्भावनार्थे एकं वाक्यम् उक्तं यथा लुङ् अभविष्यत् इति वदेम खलु तादृशवाक्यम् अत्र रचितं यदि धूमः वह्निः अभावाधिकरणे अपि भवेत् इत्युक्ते यस्मिन् अधिकरणे वह्निः नास्ति तत्र धूमः अस्ति चेत् तत्र वह्निसामानाधिकरण्यं नास्ति खलु त्यजेत् इति भवति किन्तु न एवं विधौ सः न एवं विधः सः इत्युक्ते कः धूमः उत्तमं न एवं विधः सः धूमः अत्र चित्रे पश्य चित्रं पश्यामश्चेत् यत्र यत्र वह्निः अस्ति न यत्र यत्र धूमः अस्ति तत्र सर्वत्र वह्निसामानाधिकरण्यम् अस्ति इति कृत्वा तादृशं नास्ति धूमः अस्तु अग्रे अर्थात् वह्नि अभाव अधिकरणे न भवति इति लभ्यते तेन च धूमः वह्नि अभाव अधिकरणनिरूपितवृत्तित्व अभाववान् इति पूर्वोक्तः व्याप्तिपदार्थः वाक्याद् एव लभ्यते अत्र अस्माकं वाक्यं दत्तमस्ति वह्नि अभाव अधिकरणनिरूपित अधिकरणवत् निरूपितवृत्तित्व अभाववान् अभाववान् कः अभाववान् धूमः उत्तमं इति पूर्वोक्तः व्याप्तिपदार्थः व्याप्तेः अर्थः इति स्वीकृतं खलु साध्य अभाववत् अवृत्तित्वम् इति तदेव अत्र भिन्नरीत्या उक्तं वह्निः अभावः यस्मिन् अधिकरणे अस्ति तस्य तेन अधिकरणेन निरूपित वृत्तित्व अभाववान् धूमः इति जातः अस्तु अग्रे साम्प्रदायिकानाम् अत्रत्य वर्णनप्रकारः प्रत्यवर्णप्रकारः क्लिष्टात् उपेक्षितः क्लिष्टत्वात् उपेक्षितः क्लिष्टत्वात् सो न्यायिका डिड्न्ट् एक्स्प्लेन् दिस् न अत्र ते उक्तवन्तः किन्तु अत्र साध्य अभावदवृत्तित्वम् इति ते वदन्ति खलु अत्र किञ्चित् क्लिष्टकरमस्ति साध्य अभाववत् अवृत्तित्वम् इत्यस्मिन् वाक्ये किञ्चित् चिन्तनीयं किन्तु अत्र पश्यतु वह्निः अभाव अधिकरणनिरूपितवृत्तित्व अभाववान् इति सामान्यवाक्यं पठामश्चेत् समीचीनबोधः जायते खलु बोधः जायते साध्य अभाववत् अवृत्तित्वम् इत्यस्य अपेक्षया वह्निः अभाव अधिकरणनिरूपितवृत्तित्व अभाववान् इति वाक्यं सुलभतया बोध्यते खलु इति कृत्वा अत्र साध्य अभावत् अवृत्तित्वम् इति वाक्यं त्यक्तम् उपेक्षितमस्ति तावदेव अस्तु अग्रे एतावता परामर्शविषयभूता व्याप्तिः अर्थात् पदैः च निरूपिता एतावता परामर्शविषयभूता व्याप्तिः अर्थात् पदैः च निरूपिता परामर्शविषयभूता अस्य निरूपणं पदस्य निरूपणेन कृतम् इति अस्य इत्युक्ते कस्य परामर्शज्ञानस्य निरूपणं व्याप्ति नास्ति व्याप्तिपदस्य व्याप्तिः इत्युक्ते परामर्शज्ञाने व्याप्तिः अपि अस्ति खलु व्याप्तिज्ञानं पक्षधर्मताज्ञानं स्वयमपि अस्ति उभयेन ज्ञानेन परामर्शः जायते तर्हि अत्र परामर्शविषयीभूता व्याप्तिः अर्थात् पदैः च निरूपिता परव्याप्तिः इत्यस्य अर्थः कः अत्र उक्तं खलु तदेव अत्र व्यापकत्वं व्याप्यत्वं व्याप्यत्वमेव व्याप्तिः इति अर्थात् निरूपिता अस्ति अपि च पदैः सह इत्युक्ते अत्र वह्नि अभाव अधिकरणनिरूपित अवृत्तित्व अभावः एव व्याप्तिः इति अधीतं खलु पञ्चपदार्थाः बोध्यन्ते इति तर्हि उभयरीत्या निरूपिता इति आचार्यः वदति तावदेव. इदानीं व्याप्तिविशिष्टपक्षधर्मदा ज्ञानं परामर्शः इति परामर्शलक्षणे या पक्षधर्मदा प्रविष्टा तम् आह व्याप्य ताम् आह व्याप्यस्य इति. उत्तमम्. कुत्र अत्र व्याप्यस्य द्वितीयवाक्यमस्ति खलु, व्याप्यस्य पर्वतादिवृत्तित्वं पक्षधर्मता. व्याप्यस्य पर्वतादिवृत्तित्वं पक्षधर्मता इति. व्याप्यः इत्युक्ते कः? व्याप्यः धूमः. उत्तमं. धूमस्य, व्याप्यस्य, धूमस्य पर्वतादि पर्वतादिषु वृत्तित्वं. पर्वत अपेक्षया व्याप्यस्य वृत्ति व्याप्य वित्ति वृत्तित्वमस्ति खलु, तदेव पक्षधर्मता इति उक्तम्. अस्तु अग्रे. व्याप्यस्य धूमादेः पर्वतादिवृत्तित्वं पर्वतादिनिरूपितसंयोगसम्बन्धावच्छि अवच्छिन्नवृत्तित्वं पक्षधर्मता. अत्र सम्बन्धं स्वीकृत्य तस्य विवरणं दत्तमस्ति. व्याप्यस्य धूमादेः पर्वतादिवृत्तित्वं पर्वतादिनिरूपितसंयोगसम्बन्धावच्छिन्नवृत्तित्वं पक्षधर्मदा. तदवगाही ज्ञानं पक्षधर्मदा ज्ञानम्. अत्र पक्षधर्मता इति पदे धर्म इति पदेन सम्बन्धः एव उक्तः इति निरूपितम् इति पूर्वमुक्तं खलु, तदेव अत्र उक्तं. पक्षधर्मता इत्युक्ते पक्षे केन सम्बन्धेन व्याप्यः वर्तते इति बोद्धुं वाक्यं यदस्ति तदेव पक्षधर्मता ज्ञानम्. व्याप्यः धूमः हेतुः केन सम्बन्धे पक्षे वर्तते तादृशबोधकवाक्यं ज्ञानमेव पक्षधर्मता ज्ञानम् इति कथ्यते. अस्तु, तस्य आकारः अग्रे पठतु. इदं च पर्वतः पर्वतो धूमवान् इति आकारकं पर्वत वह्निव्याप्य धूमवान् इति आकारकं वा उभयविधं वाक्यं उभयविधं शक्यं धर्तुं द्विधा वक्तुं शक्यते इति. उभयमपि तद् अवगाहते. एकं किम् अवगाहते इति चेत् पक्षधर्मदा ज्ञानम् अवगाहते. पर्वतधूमयोः सम्बन्धम् अवगाहते एव पर्वतधूमयोः सम्बन्धम्. किम् अवगाहते इत्युक्ते पक्षधर्मता अवगाहते इति न वक्तव्यम्. पक्षधर्मता ज्ञाने किम् अवगाहते? पर्वतधूमयोः सम्बन्धः. पर्वतधूमयोः सम्बन्धः कः? पक्षधर्मदा ज्ञानम् इति वा? पर्वतधूमयोः मध्ये सम्बन्धः कः? संयोगसम्बन्धः. तर्हि संयोगसम्बन्धस्य अवगाही ज्ञानमस्ति पक्षधर्मता ज्ञानम् इति. धर्मता इत्युक्ते सम्बन्धः इति अवगन्तव्यम्. पक्षे हेतुः केन सम्बन्धेन वर्तते इति तस्य सम्बन्धस्य अवगाहि ज्ञानमेव पक्षधर्मता ज्ञानम् इति. अतः अतः उभयं पक्षधर्मता ज्ञानं तत् तावत् मात्रं विषयकः तु न परामर्शः. तत्र व्याप्तिः अपि भानम् इति व्याप्तेः अपि भानम् इति भानादिति भानादिति द्रष्टव्यम्. परामर्शज्ञाने व्याप्तिज्ञानस्यापि अवश्यमस्ति. अतः अत्र तत् न दत्तं, पक्षधर्मताज्ञानमेव उक्तं पूर्वस्मिन् अस्मि परिच्छेदे. चिन्तयित्वा वदतु. अत्र पर्वतो धूमवान् इत्यत्र पर्वतः धूमवान् इति अहं वदामि, तर्हि भवता किं भवत्या किम् अवगतम् अत्र? पर्वतः धूमवान् अस्मि ज्ञानम् इति वा, प्रत्यक्षज्ञानम् इति वा? न न, पर्वतः धूमवान् इति श्रुत्वा, वाक्यं श्रुत्वा भवत्याः मनसि आत्मनि किं ज्ञानं जायते? अस्मिन् पर्वते धूमः अस्ति इति. केन सम्बन्धेन? संयोगसम्बन्धेन अस्ति इति ज्ञानं जायते खलु? पर्वते संयोगसम्बन्धेन धूमः वर्तते इति ज्ञानं जायते. किन्तु पर्वतः वह्निव्याप्य धूमवान् इति अहं वदामि, इदानीं किं ज्ञानं जायते? अस्मिन् पर्वते वह्नि अपि च धूमः द्वयमपि अस्ति. पुनः पर्वतः वह्निव्याप्य धूमवान् इति वाक्यं श्रुत्वा किं ज्ञानं जायते? केषु विषयेषु ज्ञानं जायते? पर्वते वह्नि अपि च धूमद्वयोः सम्बन्धः अपि च वह्निः ज्ञानम् अपि भवति. क्रमेण वदतु, क्रमेण वदतु. प्रथमं धूम वह्निव्याप्य इत्यनेन व्याप्तिज्ञानं भवति. तदनन्तरम् इदानीं यदा वह्नि पश्यति चेत् अत्र इदानीं वह्निज्ञानम् अपि भवति अस्मिन् पर्वते. कीदृशवह्निः भगिनि? अत्र धूम पर्वतः वह्निव्याप्य धूमवान् इति वाक्यं श्रुत्वा अनेन वदतु केषां ज्ञानं भवति? प्रथमं ज्ञानमस्ति धूमस्य ज्ञानं. किमर्थम् अत्र पर्वतः इति प्रथमम् उक्तं? पर्वतस्य ज्ञानं प्रथमं न भवति वा? पर्वतस्य अपि ज्ञानं करोतु. प्रथमं पक्षज्ञानं भवति, तदनन्तरं तयोः सम्बन्धज्ञानं भवति. तयोः प्रथमं पक्षज्ञानं, तदनन्तरं हेतु. हा, अत्र हेतुः पक्षः इति न वदतु, साक्षात् वदतु पर्वतस्य ज्ञानं भवति, पर्वतस्य ज्ञानं भवति, धूमस्य ज्ञानं भवति, तयोः सम्बन्धज्ञानं भवति. उत्तमं. तदनन्तरं वह्नेः ज्ञानं भवति. वह्नेः ज्ञानं भवति वा? वह्नि न दृष्टं, किन्तु वह्नि व्याप्य धूमवान् इति अस्ति खलु, अतः वह्नि अपि. वह्नि व्याप्य धूमः इत्यस्य अर्थः कः? वह्नि धूमः वह्नि व्याप्यः अस्ति इति. तर्हि अत्र वह्नि व्याप्य इति पदं अपि च धूमः अनयोः मध्ये कः सम्बन्धः अस्ति? धूमः वह्निव्याप्यः. हा, समीचीनं. धूमः एव वह्निः व्याप्यः खलु, तत्र कर्मधारयः अस्ति. वह्निव्याप्यः धूमः, वह्निव्याप्य धूमः, योगः मतु वह्निव्याप्य धूमवत्, धूमवान् इति भवति पर्वतः, पुल्लिङ्गे अस्ति इति कृत्वा. तर्हि वह्निव्याप्यः धूमः इत्यत्र वह्निव्याप्तिः इति किम्? धूमः एव सत्यं, किन्तु इदानीं वह्निव्याप्तिः व्याप्यः धूमः इति वाक्यं, विग्रहवाक्यं, तत्र कीदृशसमासः अस्ति अनयोः मध्ये? वह्निना व्याप्यः, वह्निव्याप्यः इति तृतीयः तत्पुरुषः. अस्तु, तदनन्तरं वह्निव्याप्यः, अनन्तरं धूमः. वह्निव्याप्यः धूमः विशेषणमस्ति. तावदेव वक्तव्यं, तदेव अहं मम आशयः, विशेषणमस्ति खलु, कर्माधारय विशेषणं. तर्हि पर्वते धूमः अस्ति संयोगसम्बन्धेन इति ज्ञातं, कीदृशधूमः इति चेत् वह्निव्याप्यधूमः अस्ति. ओके, विशेषणमस्ति खलु, विशिष्टधूमः अस्ति अत्र. विशिष्टधूमः, सामान्यधूमस्य ज्ञानं नास्ति, अत्र विशिष्टधूमस्य ज्ञानमस्ति. कथं विशिष्टम् इति चेत् वह्निव्याप्य विशिष्टं. वह्निव्याप्यः धूमः, तर्हि वह्नेः ज्ञानं, वह्नेः ज्ञानं न भवति. किन्तु वह्निः व्यापकः, धूमः व्याप्यः. यत्र यत्र धूमः तत्र तत्र वह्निः, यत्र यत्र वह्निः अभावः तत्र तत्र धूमावः इति एतत् सर्वं ज्ञातं वह्निर्व्याप्यधूमः इति उक्तत्वात्. तर्हि वस्तुतः पर्वतः वह्निव्याप्यधूमवान् इति वाक्यं परामर्शवाक्यमेव. किन्तु तत्र परामर्शज्ञाने पक्षधर्मता अपि ज्ञायते खलु? धूमः पर्वते संयोगसम्बन्धेन वर्तते इति अपि ज्ञातुं शक्यते. तर्हि पर्वतः धूमवान्, पर्वतः वह्निव्याप्यधूमवान् इति उभयेन वाक्येन धूमपर्वतयोः मध्ये यः संयोगसम्बन्धः अस्ति, पक्षधर्मता अस्ति, तद् ज्ञातुं शक्यते. किन्तु पर्वतः धूमवान् अपि च पर्वतः वह्निव्याप्यधूमवान् अनयोः मध्ये कः भेदः इति चेत् व्याप्तेः ज्ञानं न भवति पर्वतः धूमवान् इति तावदेव वदामश्चेत्. किन्तु पर्वतः वह्निव्याप्यधूमवान् इति परामर्शज्ञाने व्याप्तेः ज्ञानम् अपि अन्तर्भूतम् इति एव तत्र लिखितम्. तावदेव, तावन्मात्रविषयकः तु धूम तु न परामर्शः, तावन्मात्रविषयकः इत्युक्ते पक्षधर्मताज्ञानविषयकः एव परामर्शः इति नास्ति. तत्र व्याप्तौ तत्र व्याप्तौ नास्ति, तत्र परामर्शे व्याप्तेः अपि भानात् व्याप्तिः अपि भासते परामर्शज्ञाने. पक्षधर्मताज्ञाने केवलं पक्षः अपि च हेतुः अनयोः मध्ये सम्बन्धः एव भासते. किन्तु परामर्शज्ञाने तस्माद् उपरि व्याप्तेः ज्ञानमपि भासते इति अत्र उक्तम्. उक्तं खलु? अस्तु, समीचीनम्. अग्रे गच्छेम. रमेश महोदय, अस्तु, इदानीम् अत्र स्थूलाक्षरैः यद् लिखितमस्ति तत्सर्वं तर्कसङ्ग्रहात् मूलग्रन्थात् उद्धृतमस्ति. आमाम्. अनुमानं द्विविधं, स्वार्थं परार्थं च. तत्र स्वार्थं स्व अनुमिति हेतुः, तथा हि स्वयम् एव भूयः दर्शनेन यत्र धूमः तत्र अग्निः इति महानस आदौ व्याप्तिं गृहीत्वा पर्वतसमीपं गतः, तद्गते च अग्नौ संदिहानः पर्वते धूमं पश्यन् व्याप्तिं स्मरति यत्र धूमः तत्र अग्निः इति. तद् अनन्तरं वह्निव्याप्य धूमवान् अयं पर्वतः इति ज्ञानम् उत्पद्यते. अयम् एव लिङ्गपरामर्शः इति उच्यते. तस्मात् पर्वतः वह्निमान् इति ज्ञानम् अनुमितिः उत्पद्यते. तद् एतत् स्वार्थ अनुमानम्. अस्तु, अग्रे अहं किञ्चित् वदामि. तदनन्तरम् अस्मिन्नेव विषये अग्रे दत्तं पाठः दत्तः अस्ति इति कृत्वा अत्र केवलम् अनुमानं द्विविधम्. अनुमानम् इत्युक्ते किं महोदय? प्रथमं तद् वदतु. अनुमितिकरणम् अनुमानम्. हा, तर्हि करणमस्ति. अनुमानम् इत्युक्ते करणं, प्रमाणमस्ति खलु? स च प्रमाणं द्विविधमस्ति, स्वार्थं परार्थम् इति. तावदेव. तर्हि यदि अहमेव अनुमितिज्ञानं प्राप्तुम् इच्छामि, तत्र केन करणेन अनुमितिः मया प्राप्यते इति चेत् स्वार्थ अनुमानेन अनुमितिः प्राप्यते. यदि अन्यद् अनुमानं कर्तुम् अन्यार्थम् अत्र यदि वाक्यम् अहम् अनुमानवाक्यं यदि अहं प्रयोगं करोमि तदा तत्र परार्थ अनुमानम् इति भवति. तत्र किञ्चित् भेदः अस्ति. अस्तु अग्रे पठतु महोदय एतावता. एतावता ग्रन्थेन प्रमाप्रभेदाः प्रभेदः अनुमितिरूपः तस्य करणम् अनुमानप्रमाणं तद् विषयौ व्याप्तिः पक्षधर्मता च निरूपितौ. तस्य एव अनुमानस्य सम्प्रति विभागम् आह तत् द्विविधं स्वार्थं परार्थं च इति. तर्हि तस्य अनुमानस्य द्विविधं कृतमस्ति, स्वार्थं परार्थम् इति. अर्थ इति पदं शास्त्रे फले व्यवह्रियते. फलं प्रयोजनम् अर्थः इति पर्यायः. स्वस्य प्रयोजनं येन तत् स्वार्थम् अनुमानम्. किं पुनः स्वस्य फलं परामर्शात्मक अनुमानेन उच्यते. तर्हि तत्र फलम् इत्युक्ते प्रयोजनम् इति अर्थः. न फलम् इत्युक्ते प्रयोजनम् इति मा वदतु. अत्र किमर्थमत्र फलस्य विषये चिन्तनम्? अर्थम् इति फलम् अस्ति, तस्य विषये चिन्तनमस्ति. सत्यं. हा, स्वार्थम् इति पदे मूलस्थपदे स्व अर्थम् इति अस्ति खलु. तत्र अर्थम् इत्युक्ते किम् इति चेत् फलम् इति अर्थः. फलम् इत्युक्ते किं? प्रयोजनम् इति अर्थः. तर्हि स्व अर्थम् इत्युक्ते स्वप्रयोजनम् इति अर्थः. तर्हि स्वार्थे यद् अनुमानं क्रियते तत् स्वार्थानुमानम्. तर्हि अत्र प्रयोजनं किम् इति वक्तव्यं खलु. स्वार्थम् इत्यनेन प्रयोजनं किम् इति वक्तव्यं. तदेव अग्रे उच्यते. अग्रे पठतु महोदय. अस्मिन् अनुमानप्रकरणे एव उपरिष्टात् निश्चयस्य संशयविरोधित्वं व्यवस्थाप्यते. संशयस्तु प्रत्यक्षनिरूपणार्थे ज्ञानभेदनिरूपणप्रस्तावे निरूपितः. अयं च संशयः पुरुषस्य दुःखं जनयति इति आनुभविकम् एतत्. अस्तु, अत्र पृष्ठसङ्ख्या 169 मध्ये किं चिन्तितम्? अत्र सप्रकारकज्ञानानां प्रभेदाः चिन्तिताः खलु, षड्विधाः सन्ति इति. अत्र सामान्यविशिष्टज्ञानं, तदनन्तरं संशयः, तदनन्तरं समुच्चयः, तदनन्तरं समूह आलम्बनं, तदनन्तरम् एकत्र बहु, तदनन्तरं बहुत्र एकः इति षड्विधाः अधीताः खलु, सप्रकारकज्ञानानि. तत्र संशयस्य उदाहरणम् एवं दत्तमासीत्, पर्वते वह्निः अस्ति वा न वा इति. तदेव अत्र परामृष्टम्. अयं च संशयः पर्वते वह्निः अस्ति वा न वा इति पुरुषस्य दुःखं जनयति संशयः. इत्युक्ते इदानीं प्रायः सः पर्वतात् पारं गन्तव्यमस्ति तेन, किन्तु इदानीं तस्मिन् मनसि संशयः अस्ति अत्र पर्वते वह्निः अस्ति वा न वा. तर्हि इदानीं तत्र संशयेन दुःखः अनुभूय अनुभवति सः इति तावदुक्तम्. अस्तु अग्रे. अनुमितिरूपनिश्चयेन पुरुषस्य संशये उच्च अविच्छिन्ने संशयजन्यं दुःखम् अपि नश्यति अनुमिति रूपनिश्चयेन यदि यदा अनुमानं कुर्मः तर्हि संशयं नश्यति इति दत्तमस्ति संशयः पूर्वम् आसीत् तदनन्तरम् अनुमानप्रमाणेन यदि अनुमिति यदा अनुमितिः जायते निश्चितरूप अनुमितिः जायते तदा तस्य दुःखमपि नश्यति खलु तावदेव अग्रे अयं दुःखध्वंसः एव प्रकृते फलं प्रयोजनम् इति वा अर्थ इति वा उच्यते तर्हि फलस्य तत्र किं लाभम् इति दत्तमस्ति स्वार्थम् अनुमानं स्वार्थम् इत्युक्ते दुःखध्वंसम् इति अर्थः स्वस्य दुःखध्वंसार्थं संशयेन जायमानदुःखध्वंसार्थम् अनुमानं क्रियते यदि अनुमानं क्रियते तादृश अनुमानं स्वार्थानुमानम् इति तथा च एतादृशदुःखध्वंसः स्वात्मनि येन परामर्शात्मक अनुमानेन भवति तत् स्वार्थम् अनुमानं स्वस्य ज्ञातुः अर्थः प्रयोजनं दुःखनाशरूपं येन तत् स्वार्थम् अनुमानम् तर्हि स्वार्थ अनुमानम् इत्युक्ते किम् इति दत्तमस्ति तत्र स्वार्थ अनुमानं किमर्थं करणीयमपि दत्तमस्ति संशयनाशनार्थं तदेव प्रयोजनं अत्र अर्थम् इति मूलपङ्क्ते पदं प्रयुक्तम् इति कृत्वा अत्र किं प्रयोजनम् इति वक्तव्यम् इति कृत्वा ग्रन्थकारेण प्रयोजनं प्रदर्शितं दुःखध्वंसः एव प्रयोजनम् इति अत्र स्वार्थम् अनुमानम् इति समर्थपदं नास्ति अत्र स्वार्थानुमानम् इति न दत्तम् यदि स्वार्थानुमानं तर्हि स्वार्थानुमानमिति भवेत् स्वार्थानुमानमिति न भवति अतः स्वार्थम् अनुमानम् इति वाक्यमेव अस्ति न तु समस्तपदम् इति मनसि भवति अस्तु धन्यवादः महोदय अग्रे गच्छामि मेहुल् महोदय पठति वा अनुमित्युत्पादः स्वार्थ अनुमाने कथम् अनुमितिः जायते इति अत्र उक्तम् अस्तु तत् परन्तु अत्र स्वार्थ अत्र स्वार्थ अनुमानेन एव केवलं दुःखनाशः भवति इति तु सत्यं परन्तु परार्थ अनुमानेन अपि तद् भवति इति खलु सत्यं किन्तु अत्र स्वार्थम् इति उक्तं खलु तर्हि अर्थम् इति पदस्य फलम् इति अर्थः फलम् इति पदस्य प्रयोजनम् इति अर्थः तर्हि किं प्रयोजनं लभ्यते स्वार्थ अनुमाने इति चेत् दुःखध्वंसः भवति इति तावदेव उक्तं तदनन्तरं परार्थम् इत्युक्ते किम् इति अग्रे वक्ष्यति अनुमिति उत्पादः तदेतत् स्वार्थानुमानं कथम् उत्पद्यते इति क्रमं सम्प्रति दर्शयति तथा हीत्यादिना स्वयमेव ज्ञात्ता भूयो दर्शनेन पुनः पुनः दर्शनेन महानसादौ व्याप्तिं गृहीत्वा महानसरूपे अधिकरणे धूमोऽस्ति वह्निरपि अस्ति इति ज्ञात्वा पूर्वोक्तां धूमः वन्यभावाधिकरणनिरूपितवृत्तित्वाभाववान् इति व्याप्तिं गृह्णाति अनुभवति अस्तु अत्र स्वार्थानुमानं कथम् उत्पद्यते इति अत्र लिखितं केन क्रमेण भवति इति अपि अत्र दत्तं तथा हि इत्यादिना इति अस्ति खलु तथा हि इत्यादिना अत्र मूलग्रन्थे दत्तमस्ति खलु तथा हि स्वयमेव अस्तु स्वयमेव ज्ञाता भूयो दर्शनेन स्वयमेव पुनः पुनः पश्यामः चेत् तत्र उदाहरणरूपेण महानसे व्याप्तिं गृहीत्वा इत्युक्ते तत्र महानसे अग्निः अस्ति धूमः अपि अस्ति तर्हि अधिकरणे धूमः अस्ति महानसरूपे महानसमिति अधिकरणं तत्र धूमः अस्ति वह्निः अपि तत्र अस्ति एतत् सर्वं ज्ञात्वा अत्र व्याप्तिं व्याप्तिं विषये धूमः वन्यभाव अधिकरणम् अधिकरणनिरूपित वृत्तित्व अभाववान् इति धूमः भवति इति व्याप्तिम् अनुभवति महानस इति उदाहरणं स्वीकृत्य पुनः पुनः तत्रैव अग्नि अपि च धूमः इति दर्शने इति तत्रैव इति नास्ति महानसादौ इति दत्तमस्ति खलु सत्यम् आदौ तर्हि केवलं महानसे नास्ति सत्यं सत्यं किन्तु तादृशं बहुषु स्थलेषु यत्र यत्र धूमः तत्र तत्र वह्निः इति दृष्ट्वा यत्र यत्र वह्निः अभावः तत्र तत्र धूमाभावः इति पुनः पुनः दृष्ट्वा तस्मिन् मनसि इदानीं व्याप्तिज्ञानं जातम् कीदृशव्याप्तिज्ञानमिति वह्निः अभावः अधिकरणनिरूपित अभाव वृत्तित्व अभाववान् धूमः इति तादृशज्ञानं जातम् अग्रे साध्याभावत् अवृत्तित्वम् इति सत्यम् अत्र धूमः व्याप्तेः आश्रयः आधेया भवति व्याप्तिः तादृशवृत्तित्वाभावरूपा स च वन्यभावाधिकरणनिरूपितवृत्तित्वाभावः धूमे स्वरूपसम्बन्धेन अस्ति तेनैव सम्बन्धेन ज्ञायते तादृशव्याप्तिरनुभाव अनुभवात् तस्मिन् आत्मनि संस्कारः उत्पद्यते तस्योपयोगः वक्ष्यते अस्तु तस्य उपयोगः कः इति अग्रे वक्ष्यामः परन्तु अत्र धूमः व्याप्तेः आश्रयः अस्ति इत्युक्ते अग्नेः वन्य आश्रयः धूमः अस्ति किं धूमः व्याप्ते आश्रयः इत्यस्य व्याप्ति आश्रयः न तु वन्य आश्रयः व्याप्ति आश्रयः अस्तु व्याप्ति आश्रयः व्याप्तिः अत्र साध्य अभावत् अवृत्तित्वमेव व्याप्तिः खलु नो चेत् वह्निः अभाव अधिकरणनिरूपित वृत्तित्व अभाववान् इति धूमः इति ज्ञानमस्ति खलु तर्हि तत्र अस्तु अग्रे वदतु इदानीम् आधेया भवति व्याप्तिः अधिकरणम् अपि च आधेयः व्याप्ति इत्युक्ते आधेयः वयं दृष्टवन्तः तादृशवृत्तित्व अभावरूपा व्याप्तिः कीदृशः तर्हि वृत्तित्वाभावरूपा व्याप्तिः इति भवति स च वन्यभावाधिकरणनिरूपितवृत्तित्वाभावः धूमे अस्तु धूमे सा व्याप्ति स्वरूपसम्बन्धेन अस्ति व्याप्ति इत्युक्ते वन्यभाव अधिकरणनिरूपितवृत्तित्वाभावः इति तेन वस्तुतः व्याप्तिः धूमे स्वरूपसम्बन्धेन इति न वक्तव्यम् अत्र अन्ततो गत्वा अभावः इति अस्ति खलु वाक्यस्य अन्ते वाक्य अभाव अधिकरणनिरूपितवृत्तित्व अभावः धूमे स्वरूपसम्बन्धेन वर्तते अत्र नूतनं किमपि नास्ति एतत् सर्वं पुनः पुनः पठितम् एकमेव विषयः अत्र नूतनमस्ति तत् किम् इति वदतु अस्तु तेनैव सम्बन्धेन ज्ञायते अस्तु तादृशव्याप्तेरनुभवात् तस्मिन् आत्मनि संस्कारः उत्पद्यते तदेव मुख्य विषयः तादृशव्याप्तेः यः अनुभवः जायते तद् अनुभवः संस्कारस्य उत्पादनं करोति कुत्र तस्मिन् आत्मनि यः पश्यति तस्य आत्मनि संस्कारः जायते अनुभवः इति पदेन किम् अवगन्तव्यम् तादृशव्याप्तेः अनुभवात् अत्र अनुभवः इत्युक्ते किम् अनुभवः इत्युक्ते अत्र स्वार्थम् अनुमानम् इति न ज्ञानं द्विविधं स्मृतिः अनुभवश्च व्याप्तिज्ञानम् इति अर्थः व्याप्तेः अनुभवात् इत्युक्ते व्याप्तिज्ञानेन तस्मिन् आत्मनि संस्कारः जायते पुनः पुनः भूयो भूयो दृष्ट्वा तत्र व्याप्तिः जायते व्याप्तेः व्याप्तिः इति ज्ञानमस्ति खलु पुनः ज्ञानेन आत्मनि संस्कारः जायते अग्रे तस्योपयोगः वक्ष्यते अस्तु अग्रे वक्ष्यामः पर्वतसमीपं गतः इत्यनेन पर्वतः दृष्टः इति सूचितम् अस्तु अत्र वाक्यमस्ति अथवा ज्ञानस्य आकारः अस्ति पर्वतसमीपं गतः तेन पर्वत न ज्ञानस्य आकारः नास्ति अत्र मूलपङ्क्तौ मूलग्रन्थकारेण एव उक्तं खलु अस्तु स्वयमेव भूयदर्शिनी यत्र धूमः तत्र अग्निः महानसादौ व्याप्तिं गृहीत्वा पर्वतसमीपं गतः इत्युक्ते अत्र संस्कारः तस्मिन् अस्ति तादृशसंस्कारसहितः कश्चन पर्वतसमीपं गतः तत्र पूर्वे पूर्वस्मिन् परिच्छेदे तथैव पर्वतसमीपं गतः इत्यनेन पर्वतः दृष्टः इति सूचितम् अस्ति तद्गते चाग्नौ सन्दिहानः इत्यनेन पर्वतः वह्निमान् न वा इत्याकारकः दुःखजनकः संशयः ज्ञातुः भवति इति उक्तम् अस्तु अत्र तद्गते तत्र गत्वा अग्नौ सन्दिहानः इत्यनेन इति वाक्येन किं भवति इत्युक्ते संशयः जातः मनसि अथवा आत्मनि ज्ञातुः आत्मनि दुःखजनकः संशयः जातः तत्र पर्वते वह्निः अस्ति वा अथवा पर्वतः वह्निमान् अस्ति वा न वा इति आकारकं दुःखजनकं संशयः जातः अग्रे धूमं सन्दिहानः इत्युक्ते यः संशयं करोति तदः संशयमानः इति अर्थः सन्दिहानः इत्युक्ते धूमं दृष्ट्वा इत्यनेन पर्वते धूमज्ञानम् उत्पद्यते इत्युक्तं पर्वते धूमज्ञानम् उत्पद्यते इत्युक्तं तदेव च पक्षधर्मता ज्ञानम् उक्तं भवति अस्तु धूमं दृष्ट्वा इत्यस्य अर्थः भवति पर्वते धूमः अस्ति इति ज्ञानम् इति एव तस्य अर्थः तदेव पक्षधर्मता ज्ञानम् इति भवति हा यद् अस्माभिः क्रमेण अधीतं तत्र मूलपङ्क्त्या मूलपङ्क्तौ कथम् उक्तम् इति एव प्रदर्शितमत्र धूमं दृष्ट्वा इत्युक्ते इदानीम् अत्र धूमे पर्वते धूमः अस्ति इति पक्षधर्मताज्ञानं तेन प्राप्तम् इदानीं तस्मिन् मनसि व्याप्तिः संस्कारः अस्ति व्याप्तेः संस्कारः अस्ति अपि च इदानीं पक्षधर्मताज्ञानमपि जातं तर्हि व्याप्तिज्ञानमपि अस्ति पक्षधर्मताज्ञानमपि अस्ति तेन उभयेन ज्ञानेन किं जायते इदानीं व्याप्तिं स्मरति इति तदेव अत्र व्याप्तिं स्मरति भवान् वदतु अग्रे पठनात् पूर्वं व्याप्तिं स्मरति अपि च इदानीं प्रत्यक्षज्ञानं जातं पक्षधर्मताज्ञानं जातं तर्हि इदानीम् उभयेन ज्ञानेन किं जायते अनुमानज्ञानं जायते अनुमानं न परामर्शज्ञानं जायते खलु तदेव अनुमानं परामर्शज्ञानं जायते सत्यम् अस्तु अग्रे पठतु अस्तु व्याप्तिं स्मरति इति प्रत्यक्षखण्डे हि हस्तिहस्तिपकदृष्टान्तेन एकसम्बन्धिज्ञानम् अपरसम्बन्धिस्मारकम् इति लोकसिद्धः न्यायः उक्तः तत्र पुटसङ्ख्या 156 उक्तः तत्र वयं दृष्टवन्तः यदा एकस्मिन् एकसम्बन्धिज्ञानम् अत्र हस्तिपकं दृष्ट्वा हस्तेः ज्ञानं भवति हस्तिं दृष्ट्वा हस्तिनः ज्ञानं भवति खलु इहापि महानसे वह्निधूमौ दृष्ट्वा वह्निव्याप्तिरूपः वन्यभावाधिकरणनिरूपितवृत्तित्वाभावः धूमे ज्ञायते इदं च ज्ञानं व्याप्तिरनुभवः अस्ति तत्रापि महानसे यत् ज्ञात् यद्दृष्टं तत्र वह्निः अपि च धूमः इति द्वयोः तत्र दृष्ट्वा अपि च वह्निव्याप्तिरूपः इति अपि दृष्ट्वा वन्यभावाधिकरणनिरूपितवृत्तित्वाभावः धूमः इति अपि ज्ञानं जायते इत्युक्ते अत्र नूतनं किमपि नास्ति पुनः तदेव उक्तम् अग्रे गच्छेम यत्र नूतनं भवति तत्रैव वक्ष्यामः नो चेत् केवलमेव पठित्वा सर्वे अवगन्तुं शक्नुमः खलु तेन चात्मनि तद्विषयकः संस्कारः उत्पद्यते अस्तु तथा च दृष्टान्ते यथा एकसम्बन्धिनः हस्तिपकस्य ज्ञानेन अपरसम्बन्धिनः हस्तिनः ज्ञानं स्मरणरूपम् उत्पद्यते तथा प्रकृते अपि धूमरूपस्य एकसम्बन्धिनः चक्षुषा दर्शनेन अपरसम्बन्धिनः व्याप्तेः स्मरणम् उत्पद्यते तदेव अतः अत्र अपरसम्बन्धी व्याप्तिः इति मनसि भवेत् अपरसम्बन्धिः इत्युक्ते बन्धिः इति न वक्तव्यं धूमं दृष्ट्वा व्याप्तिज्ञानस्य स्मरणं भवति न तु वह्नेः स्मरणं धूमे एव व्याप्तिः अस्ति खलु तर्हि व्याप्तिः अपि च धूमः अनयोः मध्ये एव सम्बन्धः यद्यपि व्याप्तिः अपि च वह्निः अनयोः मध्ये सामानाधिकरणीयमस्ति, तथापि अत्र कस्य सम्बन्धिज्ञानस्य ज्ञानं जायते, स्मरणं जायते चेत् व्याप्तिज्ञानस्य स्मरणं जायते. अस्तु अग्रे. अतः एकसम्बन्धिज्ञानम् अपरसम्बन्धिस्मारकम् इति नियमेन एव धूमज्ञानेन व्याप्तिस्मरणं भवति इति ज्ञापनाय धूमं दृष्ट्वा व्याप्तिं स्मरति इति मूलकृता अभिहितम् अस्ति. धूमं दृष्ट्वा व्याप्तिं स्मरति इति आगच्छति. तदेव व्याप्तेः पूर्वोक्तमेव स्वरूपम् आह यत्र यत्र धूम इति. वस्तुतस्तु अनेन वाक्येन वह्निः व्यापकः इति ज्ञाते, अर्थात् धूमः व्याप्यः इति ज्ञायते इति प्रागावेदितम् एव. एतत् सर्वं पूर्वमेव उक्तं, नूतनं किमपि नास्ति. अस्माभिः चिन्तितं किन्तु अत्र मूलग्रन्थे किमुक्तं तत् स्वीकृत्य अत्र मूलग्रन्थे यदुक्तं तद् अस्माभिः चिन्तितमेव इति प्रतिपादयति ग्रन्थकारः. तर्हि एवमेव कुर्मः अग्रे गत्वा. इदानीं समीचीनतया पुनः पुनः चिन्तितम् अस्माभिः, सर्वेषां ज्ञानमस्ति इति कृत्वा यदा पठेम तत्र नूतनं किमपि अस्ति चेत् तस्मिन् विषये वदेम. पङ्क्तिशः पुनः पुनः वक्तव्यमिति नास्ति, तदेव शैलीम् अनुसरामः. अस्तु, इदानीं समयः जातः, अत्र स्थगेम. सर्वेभ्यो नमस्कारः, धन्यवादाश्च.